गत रविवासरे अस्माभिः गुणस्य अभ्यासः कृतः, कानि सूत्राणि गुणकृते महत्त्वपूर्णानि सन्ति एतदपि अस्माभिः गत रविवासरे दृष्टं। तदनन्तरम् अस्माभिः एकं नूतनं करपत्रम् आरभितं, तदस्ति केषु गणेषु गुणः सम्भवति धातु अङ्गे। नाम अस्माभिः दृष्टं यत् भ्वादिगणे गुणः सम्भवति, तुदादिगणे गुणः न सम्भवति, तथैव अन्येषु गणेषु स्थितिः का इति अस्माभिः दृष्टं, सम्पूर्णरीत्या न दृष्टम्। अतः अद्य वयं तत् करपत्रं समापयिष्यामः। अस्तु अस्तु, आरभामहे। कुत्र आसीत्? आम्, श्रीराम महोदय। आं महोदय। नमस्ते महोदय, अत्र चतुर्थबिन्दुतः पठतु। विकरणप्रत्ययाः धातोः परे सन्ति। नमस्कारः महोदय, विधि गोविन्दराज। इदानीं चतुर्थ करपत्रं वा महोदय? न न, आम्, अन्येषु गणेषु तदेव अस्ति। अस्तु, चतुर्थबिन्दुः अस्ति। श्रीराम महोदय। महोदय, अहम् इदानीं पठामि। विकरणप्रत्ययाः धातोः परे सन्ति, अतः सर्वे विकरणप्रत्ययाः सार्वधातुक सम्यकाः अथवा अर्धधातुकसम्यकाः। धातूनाम् एकनिमिष, एकवारं वदतु पुनः, सार्वधातुकसंज्ञकः अर्धधातुकसंज्ञकः इत्युक्ते किम्? प्रत्ययः अस्ति द्विविधं, सार्वधातुकम् अथवा अर्धधातुकम् इति। अत्र प्रत्ययस्य विषये यत्र प्रत्ययः तिङ् वा या षित् वा सार्वधातुकप्रत्ययः इति संज्ञा अत्र भवति। यदि सार्वधातुकप्रत्ययः नास्ति चेत्, तिङ् वा षित् वा नास्ति चेत्, तदानीं आर्धधातुक प्रत्ययः इति संज्ञा भवति। प्रत्ययस्य द्विविधं, सार्वधातुकप्रत्ययः नास्ति चेत् आर्धधातुकप्रत्ययः भवति एव। किमर्थमित्युक्ते आर्धधातुकं शेषः इति एकं सूत्रमस्ति, तिंशित् सार्वधातुकम् इति सूत्रमपि अस्ति। अतः यदि तिङ् वा षित् वा नास्ति तर्हि आर्धधातुकं शेषः इत्यनेन सूत्रेण आर्धधातुकसंज्ञा प्राप्नोति। अस्तु, एकमस्ति एव, केवलं धातुकृते ये प्रत्ययाः सन्ति ते सार्वधातुक अथवा अर्धधातुक सन्ति, धातुकृते एव। आं, सम्यक् महोदय। अस्तु, अग्रे पठतु। विकरणप्रत्ययाः धातोः परे सन्ति, अतः सर्वे विकरणप्रत्ययाः सार्वधातुकसम्यकाः अथवा अर्धधातुकसम्यकाः। धातु गणम् अनुसृत्य विकरणप्रत्ययाः, भ्वादिगणे शप्, भ्वादिगणे शप्, अदादिगणे नास्ति, शपः लुप् नाम लोपः, जुहोत्यादिगणे नास्ति, शपः श्लु नाम लोपः, दिवादिगणे श्यन्, स्वादिगणे स्नु, तुदादिगणे श, रुधादिगणे स्नम्, तनादिगणे उ, क्रयादिगणे स्ना अनन्तरं चुरादिगणे शप् अधुना प्रत्येकं विकरणप्रत्ययः कीदृशः इति परिशीलयामः. यत्र यत्र प्रत्यये इत् सम्यकः शकारः वर्तते तत्र तत्र सार्वधातुकसंज्ञा भवति. किमर्थम् इति चेत् तिंशित् सार्वधातुकम् इति सूत्रेण यः प्रत्ययः षित् तस्य सार्वधातुकसंज्ञा भवति. यः विकरणप्रत्ययः सार्वधातुकसंज्ञकः नास्ति सः आर्धधातुकसंज्ञकः अस्ति एव. अग्रे पठनात् पूर्वम् एकैकस्य विकरणप्रत्ययस्य स्वभावः कः इति उच्चार्यताम्, सार्वधातुकसंज्ञकः वा अर्धधातुकसंज्ञकः वा इति. अस्तु महोदय, धन्यवादः. धन्यवादः महोदय. एतद् अस्माभिः गतरविवासरे अपि दृष्टं यत् दशगणाः सन्ति, प्रत्येकस्य गणस्य एकः विकरणप्रत्ययः अस्ति. धातुकृते विकरण धातोः साक्षात् अनन्तरं विकरणप्रत्ययः आगच्छति. विकरणप्रत्ययः धातुतः आगच्छति, अतः सार्वधातुक भवितुं शक्नोति अथवा आर्धधातुक भवितुं शक्नोति. तर्हि सार्वधातुकप्रत्ययः इत्युक्ते किं? तिङ् वा अथवा षित् वा अस्ति, तत् सार्वधातुकमस्ति. तर्हि ये ये विकरणप्रत्ययाः षित् सन्ति ते सार्वधातुक सन्ति, शेषः तु आर्धातुकसंज्ञाः सन्ति इति अस्माभिः अधुना पठितम्. तर्हि अधुना अस्माभिः द्रष्टव्यं यत् दशविकरणप्रत्ययेषु के के सार्वधातुकसंज्ञकाः सन्ति, के के आर्धातुकसंज्ञकाः सन्ति इति. अस्तु, लीना दोषी महोदय खलु? आम्. नमस्ते महोदय. अग्रे एकवारं भवती एव प्रयत्नं करोतु यत् के के प्रत्ययाः सार्वधातुकः सन्ति, के के आर्धातुकः सन्ति. आम्, भ्वादिगणे शप् इति विकरणप्रत्ययः षित् अस्ति, अतः शप् प्रत्ययः सार्वधातुकः अस्ति. अदादिगणे शपः लुक् अस्ति, अतः अर्धधातुकः. ज्योत्यादिगणे शप् श्लु नाम लोपः अस्ति, अतः एतत् अपि अर्धधातुकम् अस्ति. दिवादिगणे अदादिगणे ज्योत्यादिगणे लुप् लोपः भवति, अतः प्रत्ययः एव नास्ति, अतः चर्चा नास्ति कापि. चर्चा नास्ति नाम ते अर्धधातुकाः न सन्ति वा? प्रत्ययः एव नास्ति खलु. ओ आम् आम् प्राप्तम्. दिवादिगणे शन् अस्ति, शन् षित् अस्ति, अतः सार्वधातुकः. एकनिमिषं महोदय, तस्य अनन्तरं पृच्छतु एकवारं. दिवादिगणे शन् प्रत्ययः अस्ति, शन् प्रत्ययः अपि षित् अस्ति, अतः सार्वधातुकम् अस्ति. स्वादिगणे श्नु अस्ति, तदपि षित् प्रत्ययः, अतः सार्वधातुकः. तुदादिगणे श अस्ति, षित् प्रत्ययः, अतः सार्वधातुकः. रुधादिगणे श्नम् अस्ति, तदपि सार्वधातुकः, यतः षित् प्रत्ययः. तनादिगणे उ अस्ति, एतत् षित् प्रत्ययः नास्ति न, अतः आर्धधातुकः. क्रयादिगणे श्ना षित् प्रत्ययः, अतः सार्वधातुकः. चुरादिगणे शप् प्रत्ययः षित् अस्ति, अतः सार्वधातुकः. आम्, तर्हि तनादिगणं विहाय सर्वे सर्वेषां गणानां विकरणप्रत्ययाः सार्वधातुकः सम्यगा सन्ति. आम्. हा, सुमन महोदय, प्रश्नः अस्ति खलु? महोदय, सुमन महोदय, अस्य प्रश्नः अस्ति. महोदय, एकः प्रश्नः अस्ति महोदय. एकनिमिषः महोदय. सुमन् महोदय प्रथमं पृष्टवती. सुमन् महोदय, महोदय एकः प्रश्नमस्ति महोदय, वदतु, पृच्छतु। विकरणप्रत्ययः यदस्ति तत् दशगणे, तद् परम्परया ज्ञातुं शक्यते वा अथवा तद् कोऽपि नियमः अस्ति? सूत्रमस्ति द्वादिगणे शप् सूत्रमस्ति द्वादिगणे स्नु इति सूत्राणि सन्ति महोदय। हरि ओम् महोदय। अष्टाध्याय्याम् एव सूत्राणि सन्ति, ते वदन्ति यत् कस्य गणे कस्मिन् गणे कः विकरणपत्ति। ओहो सम्यक् अस्तु। कोऽपि अन्यस्य कोऽपि प्रश्नः अस्ति वा? इदानीम् अहं प्रष्टुं शक्नोमि? आमाम् अस्तु। अदादि गणे जुहोदिगणे शपः शपः अस्ति खलु, लोपः भवति चेत् भवान् उक्तवान् प्रत्यये एव नास्ति, किन्तु तस्य लैक् भवादिगणे शप् अस्ति, शकारस्य लोपः भवति, पकारस्य अपि लोपः भवति, किन्तु तस्य इफेक्ट् तिष्ठति खलु, सो अतः अपि शकारस्य पकारस्य इफेक्ट् न तिष्ठति किम्? न, तदेव अस्माभिः गतरविवासरे अपि चर्चितम्। अत्र अदादिगणे जुहोत्यादिगणे यत् लोपः भवति तत् सामान्यलोपः नास्ति, अत्र अस्ति खलु शपः लुक् शपः श्लु, लुक् अस्ति श्लु अस्ति, तत् सामान्यलोपः नास्ति, तद् विशेषलोपः अस्ति। यदा एतादृशं लोपः भवति तदा प्रत्ययस्य लक्षणम् अपि गच्छति, सम्पूर्णरीत्या प्रत्ययः गच्छति, तस्य इफेक्ट् अपि न भवति। अस्तु, अनन्तरं लुक् श्लु किम् इति पठामः। यदा वयम् अदादिगणस्य जुहोत्यादिगणस्य विशेषरूपेण चर्चां करिष्यामः तत्र वयं पठामः। अस्तु, धन्यवादः। अस्तु, लीना महोदय अग्रे पठतु। पठामि। शीत्वा तदेव षष्टमबिन्दु पठितव्यं। शीत्वात् सार्वधातुकसंज्ञकः प्रत्ययः अस्ति चेत् सार्वधातुक आर्धधातुकयोः उगन्तलघुपदस्य च इति सूत्राभ्यां गुणकार्यस्य प्रसक्तिः अस्ति इति ज्ञातम्। किन्तु गतपाठे अस्माभिः दृष्टं यत् सार्वधातुकमपि इति अनेन सूत्रेण यः प्रत्ययः अपि स नीत्वत् तथा नीति च इति गुणबाधकः सूत्रेण यः गित् अस्ति तस्य गुणकार्यं बाधितम्। अतः येषु सार्वधातुकप्रत्ययेषु इत्संज्ञकपकारस्य अभावः तैः प्रत्ययैः गुणकार्यस्य प्राप्तिः न भवति। श्यन् श्नु श श्नम् श्ना इति प्रत्ययाः शितः तु सन्ति, अतः शीत्वात् गुणकार्यस्य प्रसक्तिः अस्ति, परन्तु पीत्वस्य अभावात् न गुणः। तर्हि दिवादिगणे स्वादिगणे तुदादिगणे रुधादिगणे क्र्यादिगणे च गुणकार्यस्य प्रसक्तिः आसीत्, किन्तु अपित्वात् बाधितम्। सारांशम् एवम्। सार्वधातुकसंज्ञकः विकरणप्रत्ययं निमित्तीकृत्य द्वादिगणे चुरादिगणे च एव गुणकार्यं सम्भवति। अग्रे पठितव्यं किम्? एकवारम् आशयं वदतु, सारांशं वदतु। आं वदामि, स्वस्य शब्देषु। आम्, दशगणेषु ये प्रत्ययाः सन्ति तस्मिन् यत्र यत्र पकारः अस्ति प इत् अस्ति तदेव तत्र एव गुणस्य प्रसक्तिः अस्ति। यत्र प इत् नास्ति तत्र गुणकार्यं न सम्भवति इति सार्वधातुकम् अपि किन्ति च इति सूत्रेण वयं ज्ञातम्। अधुना अत्र स्पष्टं कृतम् अस्ति शन् श्नु चतुर्थगणः शन् पञ्चमगणः श्नु तुदादिगणः श रुधादिगणः श्नम् क्र्यादिगणः श्ना इत्यत्र पकारस्य पकारः नास्ति एव अपि अस्ति ते सर्वे अतः तत्र गुणः न सम्भवति। भ्वादिगणे शप् अस्ति चुरादिगणे शप् अस्ति अतः तत्र गुणः सम्भवति। तर्हि महोदय प्रश्नः अस्ति मम, भवती उक्तवती यत् पकारः यत्र इति नास्ति तत्र गुणः न सम्भवति, यत्र अस्ति तद् गुणः सम्भवति। तर्हि तनादिगणे तनादिगणे विकरणप्रत्ययः उ अस्ति खलु, तत्रापि पित् पकारः इति नास्ति, तर्हि अत्र गुणः भवति वा न भवति वा? तत् सार्वधातुकमेव नास्ति न, तिङ् षित् नास्ति, षित् अपि नास्ति तत्। आम्, तर्हि पकारस्य इत्वस्य महत्त्वं केवलं सार्वधातुक अस्ति तथैव तर्हि आम् आम्, यदि सार्वधातुक नास्ति तर्हि पित्वस्य किमपि महत्त्वं नास्ति। कथं कथं कथं ज्ञातुं शक्नुमः एतत् केन सूत्रेण? तिंशित् सार्वधातुकं, तत्तु सार्वधातुकस्य संज्ञा अस्ति, परन्तु आम् पित् केवलं सार्वधातुकस्य कृते महत्त्वं महत्त्वपूर्णम् अस्ति, इदं कथं ज्ञातुं शक्नुमः केन सूत्रेण? प्रश्नं न मया प्राप्तं, न भवती जानाति, न अवगतं। पित् पित् अस्ति, तेन गुणकार्यं न सम्भवति केवलं सार्वधातुकं प्रत्ययस्य कृते खलु? आम्। केन सूत्रेण जानाति इदं सार्वधातुकमपि? आम्, तर्हि सार्वधातुकप्रत्ययः अस्ति चेत् अपि अस्ति चेत् तत् णित्वद् भवति, णित्वद् भवति अतः णिति च इति सूत्रेण गुणकार्यं न भवति। आम्, परन्तु आर्धातुकप्रत्ययः अपि अस्ति, एतत्तु कोऽपि सूत्रं नास्ति, अतः आर्धातुकस्य कृते पित्वस्य कोऽपि महत्त्वं नास्ति। नास्ति, सार्वधातुकमस्ति चेत् एव पित्वस्य कार्यं करोति। तर्हि यत् भवत्या उक्तं यत् अतः गुणः नास्ति, अतः गुणः नास्ति, तत् सम्पूर्णरीत्या समीचीनं नास्ति। ओम् आम् प्राप्तम्। अस्तु, भवती एव समापयतु षष्ठमबिन्दु। आर्धधातुक एकनिमिषम्। किं महोदय? तत्र स्थूलाक्षरमस्ति वा षष्ठबिन्दु सार्वधातुकम् अपि इति सूत्रं, तदधः निद्वत् क्षम्यतां क्षम्यतां निद्वत् इति किमर्थं लिखितं? निद्वत् निद्वत् वा सः निद्वत् इति लिखितम्? अस्माभिः पठितं खलु सार्वधातुकम् अपि इति सूत्रस्य आशयः किम्? न न अहं तत् तत् सम्यक् एव, अहं तत् मुद्रणदोषं वा इति अहं पृच्छामि। सः नित्वत् वा नित्वत् अस्ति, तस्य सन्धिरूपेण नित्वत् भवति खलु, भवति खलु नित्वत्, न एकनिमेषः, सन्धिः प्रायः मुद्रणमस्ति खलु, एकनिमेषः, नित्वत् नित् अत्र सन्धेस्य तु प्रायः भवान् समीचीनं वदति, नित्वत् भवेयुः, भवेत् भवेत् नित्वत्, अत्र तु न अत्र नि तत्र तु न भवितुं शक्नोति कश्चन, परन्तु हा नित्वत् मुद्रणदोषः अस्ति महोदय, एव भवितुम् अर्हति, द न योग्यम्। उत्तमं महोदय, धन्यवादः। हरि ओं महोदय, हरि ओम्। अस्तु महोदय, पठतु अग्रे। अग्रे पठामि वा? आम्। आर्धधातुकविकरणप्रत्ययाः के केवलम् उ, स च कस्य गणस्य विकरणप्रत्ययः? तनादिगणस्य। सार्वधातुक आर्धधातुकयोः इत्यनेन सूत्रेण यत्र आर्धधातुकप्रत्ययः अस्ति तत्र गुणः विहितः। अत्र अपि किन्ति च इति अनेन ङीत्वात् कीत्वात् णीत्वात् च गुणकार्यं बाध्यते। अतः गित् कित् ङित् च नास्ति चेत् बाधा नास्ति। आर्धधातुकप्रत्ययस्य प्रसङ्गे सार्वधातुकम् अपि इति सूत्रस्य प्रसङ्गः न अस्ति एव, अतः अपित्वात् न बाधा। तनादिगणे उ इति विकरणप्रत्ययः, गित् कित् ङित् च नास्ति, अतः अत्र अपि गुणः अर्हः। यथा कृ योगः उ, कर उ, करु करोति करोति इति भवति। किमस्ति महोदय? आर्धधातुकप्रत्ययः अस्ति तत्र गुणः भवति, यतः सूत्रः अस्ति सार्वधातुक आर्धधातुकयोः। आर्धधातुकः अस्ति चेत् अपि गुणः भवितुम् अर्हति। अत्र अपि किन्ति च इति सूत्रेण अपि अस्ति चेत् गुणकार्यस्य बाधा अस्ति। अपि तु केवलं सार्वधातुकस्य कृते अस्ति खलु? आम्। तर्हि णिति च इति सूत्रं किं वदति? गित् कित् ङित् अस्ति चेत् गुणकार्यं बाध्यते इति वदति। अतः ग इत् अस्ति, क इत् अस्ति वा ङ इत् अस्ति चेत् गुणः न भवति इति तत् सूत्रं वदति। आम्। अतः तनादिगणे उ इति विकरणप्रत्ययः आम् प्राप्तं। तत्र ग इत् नास्ति, क इत् नास्ति, ङ अपि इत् नास्ति, अतः उ केवलम् उ अस्ति, किमपि इत् नास्ति, अतः तत्र गुणः भवति। उदाहरणरूपेण तत्र उक्तमस्ति कृ उ विकरणस्ति, अतः उ इति प्रत्ययस्य ओ भवति। न न, उ प्रत्ययस्य कृते अङ्गं किम् अस्ति? कृ ऋ अस्ति, ऋ कृ अस्ति खलु, कृ आम्। अतः क्रू मध्ये गुणकार्यं भवति। क्रू मध्ये गुणकार्यं, तत्र क्रू मध्ये गुणकार्यं भूत्वा किं भवति? रु अर् अर् भवति। आम्। उरण्ड्रपरः अपि आगच्छति, अर् भवति। अ तत्पश्चात् उरण्ड्रपरः, अर् अर् भवति। अतः अङ्गं भवति करु। आम्, अङ्गं करु इति भवति, तस्य अङ्गस्य गुणः भवति करोति इति वा? आम्, प्रथमम् उकारस्य उ विकरणप्रत्ययस्य अङ्गमस्ति कृ, तस्य गुणः द्विवारं गुणं भवति। आम्, तस्य कृ तस्य कर भवति, अतः अङ्गं भवति करु। तर्हि अधुना पि टिक् प्रत्ययस्य कृते अङ्गमस्ति करु। करु अधुना भवती एव वदतु, करु मध्ये गुणकार्यं किमर्थं भवति? तिंशित् सार्वधातुकम् इति अनेन। अतः गुणः भवति तिंशित् सार्वधातुकम् इति रूप इति सूत्रेण, सार्वधातुक अर्धधातुकयोः इति सूत्रेण गुणः भवति। आम्। तर्हि तिंशित् सार्वधातुकम् इति सूत्रेण ति यत् अस्ति तस्य सार्वधातुकसंज्ञा भवति। तदनन्तरं सार्वधातुक आर्धातुकयोः इति सूत्रेण इगन्तान्तस्य गुणः भवति। तर्हि करु तस्य करो भवति, रूपं भवति करोति। आम्, प्राप्तम्। तर्हि अधुना सर्वे तनादिगणस्य रूपपद्धति अपि जानन्ति, सामान्य तत्र विशेषाः अपि सन्ति परन्तु जानन्ति। अस्तु, धन्यवादः महोदय. धन्यवादः. क्षम्यतां महोदय, किं करपत्रम् इदानीं चतुर्थगणपत्रं महोदय, केषु गणेषु केषु गणेषु गुणकार्य भवति सम्भवति धात्वङ्गे. धन्यवादः. अस्तु, प्रश्नः नास्ति चेत् अग्रे गच्छामः. को अस्ति अधुना? सुमन् महोदय. आम् महोदय, अग्रे पठतु कृपया. सप्तमबिन्दुव. तर्हि भवादौ तुनादौ चुरादौ च धातव अङ्गे गुणः अर्हः. दिवादिगणे, स्वादिगणे, तुदादिगणे, रुदादिगणे, क्रयादिगणे च धातव अङ्गे गुणकार्यं प्रसक्तिः अस्ति, किन्तु अपित्वात् बाधितम्. अधुना अदादिगणे, जुहादि जुहोत्यादिगणे च तयोः का गतिः? तयोः विकर्णप्रत्यय नास्ति. अत्र अङ्गं नाम किम् इति स्मर्यताम्. अङ्गसिद्धान्तम् अनुसृत्य प्रत्ययात् प्राक् यावत् अस्ति तत् सर्वम् अङ्गम् इति उच्यते. अङ्गं नाम प्रत्ययस्य कार्यं कार्यक्षेत्रम्. कानि सूत्राणि संख्या वा? सूत्राणि न, अस्तु, गणस्य संख्या. प्रथम, चतुर्थी, पञ्चम, षष्टि, सप्तमी, अष्टमी, नवमी, नवम, दशम गणे इत्येषु गणेषु तिङ् प्रत्ययान् निमित्तीकृत्य अङ्गं कार्यक्षेत्रम् अस्ति. धातुः योगः विकर्णप्रत्ययः, चुरादिगणे धातुः चुरादिगणे धातुः योगः निच् योगः विकर्णप्रत्ययः. किन्तु अदादिगणे, जुहोत्यादिगणे च गणयोः तिङ् प्रत्यय नाम अङ्गं कार्यक्षेत्रम् अस्ति धातुः एव. अस्तु, प्रयत्नं करोमि. अस्तु चेत् प्रथमगणे प्रथमगणे अष्टमगणे दशमगणे गुणस्य प्रसक्तिः अस्ति, भवति च अपित् नास्ति अतः भवति च. अष्टमी तु आर्धधातुक अण्ड् कित् कित् नित् नास्ति, तत्र गुणकार्यं भवति. अनन्तरं चतुर्थी, पञ्चमी, षष्टि, सप्तमी, सप्तम, नवम गणानां गुणकार्यं बाधितं यतः अपित् अस्ति. द्वितीय तृतीयगणे प्रत्यय एव नास्ति, अतः विकर्णप्रत्ययस्य इफेक्ट् कोऽपि नास्ति. गुणः अतः गुणः न भवति. तिङ्प्रत्यय एव अस्ति. सो तयोः गणयोः धातु प्लस् ब्लाङ्क् योगः ब्लाङ्क् योगः तिङ् प्रत्यय एव भवति, अतः तिङ् प्रत्ययस्य इफेक्ट् भवति. तिङ् प्रत्ययस्य प्रभावेण गुणकार्यं शक्नोति वा? आम्, तिङ् प्रत्यये अपि सार्वधातुक सार्वधातुकप्रत्यय अस्ति, अतः गुणः गुणस्य प्रसक्तिः अस्ति. उत्तमं. तर्हि अदादिगणं अदादिगणं ज्योत्यादिगणं विहाय अन्ये ये ये गणाः सन्ति तत्र विकरणप्रत्ययाः आगच्छन्ति, अतः विकरणस्य प्रत्ययस्य प्रभावेण धातुरूपी अङ्गे गुणं भवति अथवा न भवति. परन्तु अदादिगणे जुहोत्यादिगणे तु साक्षात् तिङ् प्रत्ययः आगच्छति, अतः तिङ् प्रत्ययस्य प्रभावेण धातुमध्ये गुणं भवति अथवा न भवति इति. तर्हि तर्हि प्रत्ययः कोऽपि प्रत्ययः अस्ति, तस्य अङ्गम् अस्ति, तस्य कार्यक्षेत्रमस्ति. तर्हि धातुः कस्य प्रत्ययस्य कार्यक्षेत्रमस्ति इति अस्माभिः द्रष्टव्यम्. अदादिगणं जुहोत्यादिगणं जुहोत्यादिगणे अदादिगणे तिङ् प्रत्ययस्य अङ्गम् अस्ति धातुः. अन्येषु गणेषु विकरणप्रत्ययस्य विकरणप्रत्ययस्य अङ्गम् अस्ति धातुः इति अत्र लिखितमस्ति. अस्तु, एकः प्रश्नः अस्ति. आं, वदतु. तिङ् प्रत्यय नान् इति पदं टङ्कदोषः अस्ति वा? तिङ् प्रत्यय नाम् इति अस्ति वा? कुत्र अस्ति महोदय? अस्मिन् वन् फोर् फैव् सिक्स् सेवेन् एय्ट् नैन् टेन् इत्येषु गणेषु तिङ् प्रत्यया नान् तिङ् प्रत्यया नान् तिङ् प्रत्ययानां किं रूपं प्रत्ययान् प्रत्ययान् तु अवगतं, प्रत्यया नान् न न मुद्रणं दोषमस्ति. अस्तु महोदय, भवती अग्रे पठतु. अस्तु, एकनिमिष. भवती, भवतः, भवन्ति इत्येषु रूपेषु ति तः अन्ति इति तिन् प्रत्ययाः इत्युक्तम्. तेषां प्रत्ययानां मूलरूपाणि एवं तिप् तस् झि इत्यस्मिन् पकारस्य इत् संज्ञा कृत्वा लोपं कृत्वा ति इति शेषः, तथा अन्येषाम् अपि तिङ् प्रत्ययानाम् अनुबन्ध लोपानन्तरं सिद्धरूपाणि सन्ति. अस्तु, अत्र वदति तिप् तिङ् प्रत्यय तत्तु तिप् एव, तिप् अस्ति, अतः पित् अस्ति, अतः अपित् नास्ति. सो तिङ् प्रत्यये सार्वधातुकं किन्तु अपित् नास्ति इति. नास्ति, अतः गुणकार्यं भवितुं शक्नोति इति. सार्वधातुकम् अतः गुणकार्यस्य प्रसक्तिः अस्ति, पित् अपि अतः गुणकार्यं भवति. परन्तु तस् मध्ये किं भवति? तस् अपित् अस्ति खलु? किन्तु तस् आर्धधातुक अस्ति. किमर्थम्? एकनिमिष, एकः संशयः अस्ति. सर्वे तिङ् प्रत्ययाः वा? आम्, सर्वे तिङ् प्रत्ययाः सार्वधातुकं सन्ति. न ति तः अन्ति सर्वे तिङ् प्रत्ययाः. आम्, ओ अस्तु सो सो प्रथमतिप् अस्ति तत्र पित् अस्ति अतः गुणः भवति तस् तत् अपित् अस्ति अतः सार्वधातुकम् अपित् अनन्तरं निति सूत्रेण तस्य गुणकार्यं न भवति उत्तमम् तर्हि तिप् तस् झि इति प्रथमपुरुषस्य तिङ्प्रत्ययाः सन्ति परस्मैपदे केवलं तिप् अस्ति तत्र गुणकार्यं भवति यत् अपित् नास्ति अन्ये तस् झि यत् सन्ति ते सार्वधातुकं तु सन्ति अतः गुणकार्यस्य प्रसक्तिः भवति परन्तु अपित्वात् गुणकार्यं न सम्भवति इति वार्ता अस्ति अस्तु महोदय मम एकः प्रश्नः अस्ति तिप् तश् झि इति अस्ति अत्र इति विकरणप्रत्ययस्य तिङ्प्रत्ययस्य मध्ये गुणः भवति वा या न वा इति सूचयति अत्र तिप् इति अस्ति प्रथमपुरुष एकवचनरूपम् अत्र विकरणप्रत्यय तिङ्प्रत्ययोः मध्ये गुणः भवति वा या न वा इति सूचयति अत्र एवम् एवं मा चिन्तयतु केवलं चिन्तयतु यत् अस्य प्रत्ययस्य अङ्गं किम् अस्य प्रत्ययस्य अङ्गम् अङ्गमध्ये यदि विकरणप्रत्ययः अस्ति तर्हि धातु प्लस् विकरणप्रत्ययः इति अङ्गस्य मध्ये गुणं भवति अथवा न भवति इति अस्ति यदि विकरणप्रत्ययः नास्ति तर्हि केवलं धातु मध्ये गुणः भवति अथवा न भवति इति तर्हि एवं न एवं मा चिन्तयतु यत् विकरणप्रत्ययः तिङ्प्रत्ययस्य मध्ये गुणमस्ति गुणं तस्य प्रत्ययस्य कृते यत् अङ्गमस्ति तस्मिन् भवति सम्यक् महोदय किन्तु ति इति तिप् इति तिङन्तप्रत्ययः अत्र अस्ति सार्वधातुकप्रत्ययः नास्ति अर्धधातुकः प्रत्ययः एव अस्ति किमर्थं सार्वधातुकः अस्ति खलु सार्वधातुकमस्ति सार्वधातुक तिङन्त तिङ्क्षित् सार्वधातुकम् इति सार्वधातुकमेव अत्र स इति नास्ति अत्र गुणस्य निमित्तमेव नास्ति खलु अपित् पित् अस्ति वा या न वा इति प्रश्नस्य इति चर्चाम् अत्र न कर्तव्यः एव खलु सार्वधातुकम् अस्ति खलु सर्वे तिङ्प्रत्ययाः सार्वधातुकं सन्ति सर्वे तिङ्प्रत्ययाः सार्वधातुकं सार्वधातुकप्रत्ययस्य गुणः यत्र षित् अस्ति सम्यक् महोदय तिङ् अथवा इति सार्वधातुकं सम्यक् महोदय एकः प्रश्नः अस्ति वयं सर्वधातु तिङ् तिङ् तिङ् वदामः किन्तु तदपि नित् अस्ति खलु अन्ते अन्ते नकार हलन्त्यस्य लोपः न भवति तिङ् इत्युक्ते किम् तिङ् इत्युक्ते प्रथम तिप् प्रत्ययस्य तिप् प्रत्ययात् आरभ्य अन्तिम यत् प्रत्ययः अस्ति तत्पर्यन्तम् ओ अस्तु प्रत्याहारः अस्ति प्रत्याहारः अस्ति अस्तु अस्तु तर्हि अत्र परस्मैपदेषु अहं वदामि सूत्रमस्ति सूत्रस्य सङ्ख्या एकनिमिष अहं भवती भवत्या समीपे पुस्तकमस्ति वा अष्टदायी पाठः वा आम् अस्ति तर्हि एकनिमिषं तत्र सूत्रम् अहं वदामि चित्त कुत्र अस्ति अस्तु तृतीयपाठस्य 3478 सूत्रक्रमः 371 एकसप्ततितमः पृष्ठः अस्तु अत्र सूत्रमस्ति खलु 78 अस्ति खलु अस्मिन् सूत्रे सर्वे तिङ् प्रत्ययाः लिखिताः सन्ति तर्हि तिप् आरभ्य महिं पर्यन्तम् अतः तिङ् अस्तु अस्तु मम चिन्तय तस्मिन् दोषः अस्ति अहं ते एव चिन्तितवती प्रत्याहारः न प्रत्याहार इव अस्ति महोदय एकः प्रश्नः नि इति किमर्थम् अन्ति इति परिवर्तनं अस्ति महोदय परन्तु तस्य प्रत्ययस्य उत्तरम् उत्तरस्य अधुना समयः नास्ति अधुना यदा वयं प्रत्ययस्य पाठं कुर्मः अस्तु तत्र लिखितमस्ति यत् शीतः अन्ति कथं भवति परन्तु भवती पृच्छति अतः वदामि सूत्रमस्ति झोन्तः तेन सूत्रेण अन्ति इति प्रत्ययः यत् सन्ति अधः लिखितः एते सर्वे तिङ् अतः तिंशित् सार्वधातुकं किन्तु बहुवचनं झि अस्ति तत् तिंशित् कथं तिङ् अस्ति खलु झि अपि तिङ् मध्ये आगच्छति खलु प्रत्याहारः प्रत्याहार इव आम् तिप्तर्झि सिप्तस्थ इति सूत्रे अस्ति खलु तर्हि यस्मिन् सूत्रे ये ये प्रत्ययाः सन्ति ते सर्वे तिङ् प्रत्ययाः सन्ति तत्र झि अपि आगच्छति किन्तु अत्र यत्र झि अस्ति अत्र गुणः न भवति किमर्थम् अपि इति कारणेन महोदय एकवारं कृपया स्पष्टं करोतु तिङ् इत्युक्ते किं किं महोदय तर्हि तिङ् अस्तु तिङ् प्रत्ययः तिङ् प्रत्ययः एकप्रत्ययः नास्ति तिङ् इत्युक्ते अष्टादशप्रत्ययानां समूहः अस्ति तिङ् प्रत्ययाना तिङ् इति समूह प्रत्ययसमूहमध्ये ये ये प्रत्ययाः सन्ति ते धात्वा अनन्तरम् आगत्य क्रियापदानि निष्पद्यन्ते इति वार्ता अस्ति तर्हि तिङ् प्रत्य तिङ् समूहे के के प्रत्ययाः सन्ति तर्हि अष्टाध्यायीपुस्तकम् अष्टाध्यायीसूत्रपाठः पुस्तकम् अस्ति चेत् तत्र एकसप्ततितमः पृष्ठे लिखितमस्ति तृतीयाध्यायस्य चतुर्थपादस्य अष्टसप्ततितमः सूत्रम् अस्ति तिप्तर्झि सिप्तस्थ मिप् वस्मस् तातां झ थाथार्धं मिड्वहि महि तर्हि एते अष्टादशप्रत्ययाः सन्ति ये तिङ् प्रत्ययाः तिङ् समूहे आगच्छन्ति किमर्थं तिङ् तर्हि सूत्रे पृच्छतु सूत्रे पश्यतु प्रथम अस्ति ति अन्ते अस्ति ङ अतः तिङ् तिप् प्रत्ययात् आरभ्य महिङ् प्रत्ययपर्यन्तं यत् समूहः अस्ति तत् तिङ् इति नाम्ना सूचितम् अस्ति तर्हि अस्य समूहे अस्मिन् समूहे ये प्रत्ययाः सन्ति ते तिङ् प्रत्ययाः सन्ति तिङ् षित् सार्वधातुकम् इति सूत्रेण योऽपि तिङ् प्रत्ययः अस्ति यो अपि प्रत्ययः तिङ् अस्ति नाम तिङ् इति समूहे आगच्छति तत् सार्वधातुकम् अस्ति अतः गुणस्य प्रसक्तिः भवति इति. तर्हि भवतः प्रश्नः अस्ति झि यत् अस्ति झि, झि अपि अस्मिन् तिङ्समूहे आगच्छति, अतः तदपि सार्वधातुकम् अस्ति, अतः तस्य कृते यत् अङ्गम् अस्ति तस्मिन् अपि गुणः भवितुं शक्नोति. भवति इति वा अन्या वार्ता अस्ति, परन्तु भवितुं शक्नोति, परन्तु पित् नास्ति अतः गुणकार्यं न भवति. अवगच्छति वा? सम्यक् महोदय. इदानीं तु इदानीं तु किञ्चित् स्पष्टमेव. तिङ् इति अहं मया तत्तु चिन्ता नास्ति. यो अपि प्रथमवारं पठति तस्य मनसि एतत् क्लेशः आगच्छति, अतः चिन्ता नास्ति. अस्तु, अग्रे गच्छामः. तर्हि भानुचैतन्यमहोदय अस्ति खलु? अहमेव. हा महोदय, भवानेव अग्रे पठतु. एवं च मूलपरस्मैपदी धातूनाम् इति. महोदय अस्तु. एवं च तत्तु एवं च मूलपरस्मैपदिधातूनां तिङ् प्रत्ययाः एकवचन प्रथमपुरुष तिप् थस् धि, मध्यमपुरुष तिप् थस् थ, उत्तमपुरुष मित् वस् मस्. एते सर्वे तिङ्. तर्हि भवानेव वदतु अधुना, एते नवप्रत्ययाः सन्ति खलु? आं महोदय, नवप्रत्ययाः. परस्मैपदी धातूनां कृते एते नव तिङ्प्रत्ययाः सन्ति. अस्तु, तर्हि अधुना भवान् वदतु, एते सर्वे प्रत्ययाः सार्वधातुकम् अथवा आर्धातुकम्? सार्वधातुकं तिङ्क्षित् इति तु सार्वधातुकम् अस्ति, अतः एतत् तिङ् वा इति द्रष्टव्यमेव. अधुना भवान् एव प्रयत्नं करोतु, एषु नवप्रत्ययेषु के के प्रत्ययाः सन्ति यैः गुणकार्यं सम्भवति? आं महोदय, तिट् इति तु किञ्चित् सार्वधातुकमेव, तत्तु तिट् अपि अस्ति, अतः तत् गुणः सम्भवति तत्र. तस् इति तदपि किञ्चित् अस्ति, किन्तु तत् अपित्येव, अतः नितिकसूत्रेण अवरोधं भवति, अतः गुणः नार्हः तत्. झि इति तदपि अपित्, अतः गुणकार्यं न भवति. पित् इति तत्तु पित् एव, अतः गुणकार्यं सम्भवति. तस् तु पकारः नास्ति तत्र, अतः अपित्, अतः ततः न सम्भवति, अवरोधं भवति तत्र निति च. थ इति अपि तादृशमेव. मित् इति तद् पित् अस्ति, अतः तत्र गुणः सम्भवति. वस् इति उत्तमपुरुषप्रत्ययः, तत्र अपित्, अतः तत्र गुणः न सम्भवति. मस् इति अपि अपित्, अतः गुणः नार्हः इति च सूचयामि. तर्हि आहत्य के के प्रत्ययः अस्ति यत् येन गुणकार्यं भवति अत्र? त्रीणि इति अहं मन्ये, एकवचनं. के के? सिप् सिप् मिप् सिप् सिप् मिप्. आम्, उत्तमं. तर्हि भवान् क्रू धातोः रूपाणि जानाति वा? करोति, करोति, करोति, कुर्वन्ति करोति कुरुतः करोषि कुरुतः करोमि कुर्मः तैव पश्यतु करोति करोमि करोषि अत्र गुणकार्यं पश्यति खलु करोषि करोति करोमि महोदय अवगच्छति खलु आं महोदय केवलम् एकवचने तिप् सिप् मिप् अस्ति पकारम् इत् अस्ति अतः गुणकार्यं भवति द्विवचने बहुवचने तु पित् नास्ति अतः गुणकार्यं न सम्भवति अग्रे पठतु एते सर्वे तिङ् अतः तिंशित् सार्वधातुकम् इत्यनेन सूत्रेण सार्वधातुकसंज्ञकाः एकवचने तिप् तिप् मित् इत्येते प्रत्ययाः पितः अतः तत्र गुणः विहितः द्विवचने बहुवचने च तिङ् प्रत्ययः सर्वत्र अपित् इति कारणतः सार्वधातुकम् अपित् निति च इत्याभ्याम् इत्राभ्याम् अङ्गे गुणः नार्थः तदेव अभ्यासं भवान् कारयति यथा अदादिगणे इ धातुः गतौ इ योगः तिप् सार्वधातुक अर्धधातुकयोः इत्यनेन सूत्रेण इगन्तङ्गस्य इकः गुणः एति इति रूपं सिद्धम् किन्तु द्विवचने तस् इति तिङ्प्रत्ययः अपि अतः गुणः निषेधः इ योगः तः इतः इति रूपम् अवगच्छति खलु अवगच्छामि अहं क्रुधातोः उदाहरणं अयच्छम् अत्र तु इ धातु उदाहरणमस्ति परन्तु तथैव अस्ति महोदय अस्तु अस्तु धन्यवादः महोदय अग्रे को अस्ति अमित् महोदय अस्ति खलु महोदय प्रश्नः अस्ति करोति करोषि करोमि सम्यक् अस्ति कुरुतः कुर्वन्ति अपि सम्यक् किन्तु कुर्वः कुर्मः कुत्र गच्छति आं महोदय तत् भिन्नवार्ता अस्ति तत् यदा अग्रे वा तदादिगणे तदादिगणस्य यदा वयं चर्चा कुर्मः तत्र वयम् अस्तु अस्तु अस्तु धन्यवादः महोदय पठामि वा आम् विस्तरेण प्रदर्श्यते चेत् ई योग तस् तस्मात् सकारस्य रुत्वविसर्गौ तः इति सिद्धप्रत्यय तस्मात् ईयोगतः तस्मात् तः इति तिङ्प्रत्ययः सार्वधातुकसंज्ञकः अतः सार्वधातुक आर्धधातुकयोः इति सूत्रेण गुणस्य प्रसक्तिः तः प्रत्ययस्य अपित्वात् सार्वधातुकम् अपित् इत्यनेन सः ङित्वत् ङिति च इत्यनेन ङित्तत्वात् गुणनिषेधः अयोग ईयोगतः इतः इति रूपं निष्पन्नम् उपरि लिखितमस्ति तस्यैव विस्तारः अस्ति ईयोग तस् अस्ति तत्र तिङ् प्रत्ययः अस्ति सार्वधातुकं सार्वधातुक आर्धधातुकयोः इति सूत्रेण गुणस्य प्रसक्तिः अस्तु अस्ति परन्तु पित् नास्ति अपित्वात् सार्वधातुकम् अपित् इति सूत्रेण ङित्वत् भवति तः प्रत्ययः ङित्वत् भवति इत्यनेन ङिति च इति सूत्रेण गुणनिषेधः भवति, अतः इ योगः त इति एव रूपम् इतः इति रूपं निष्पन्नम्. तथैव तथैव अदादिगणे रुद् धातुः रुद् योगतिप् पुगन्तलघुपदस्य च इत्यनेन सूत्रेण एकवचने उपधायाम् इकः गुणः रोदिति इति सिद्धम्. किन्तु द्विवचने तस् इति तिङ् प्रत्ययः अपित् अतः गुणनिषेधः रुद् योगतः रुदितः इति रूपम्. जुहोत्यादिगणे अपि तथा. हू धातोः द्वित्वं कृत्वा जुः इति अङ्गं जुहूयोगति गुणकार्यं जुहोति इति रूपं निष्पन्नम्. परन्तु द्विवचने जुहूयोगतस् जुहुतः अपित्वात् गुणाभावः. अदादिगणे अपि तादृशैव स्थितिः अस्ति. रुद् धातोः स्वीकुर्मः चेत् रुद् योगतिप् पुगन्तलघुपदस्य च इति सूत्रेण उपधायाम् इकः अस्ति, तस्य गुणः भवति रोदिति इति रूपसिद्ध्यते. किन्तु द्विवचने तु तस् इति प्रत्ययः अस्ति, तिङ् प्रत्ययः अपित्वात् तत्र गुणनिषेधः भवति. तर्हि रुदतः रुदितः इति रूपं भवति. ज्योत्यादिगणे अपि हू धातोः द्वित्वं कृत्वा जुहु इति अङ्गम् अस्ति, तत्र तिप् प्रत्यय योजित्वा पित्वात् गुणकार्यं सम्भवितम् इति अत्र जुहोति इति रूपं निष्पन्नं. परन्तु द्विवचने अपित्वात् गुणबाधा अस्ति, अतः जुहुतः इति रूपं निष्पन्नम् इति. सारांशः कः इति चेत् प्रथम द्वितीय तृतीय अष्टम दश दशम इत्येषु गणेषु धातु अङ्गे गुणः सम्भवः. चतुर्थः पञ्चमः षष्ठ सप्तम नवम इत्येषु गणेषु धातु अङ्गे गुणः न अर्हः. 1 2 3 8 10 इत्यत्र गुणसम्भवः. 4 5 6 7 9 इत्येषु गणेषु गुणः न अर्हः. धात्वङ्गे गुणः सम्भवः. भ्वादिगणः अदादिगणः जुहोत्यादिगणः तनादिगणः चुरादिगणः 1 2 3 8 10 धात्वङ्गे गुणः असम्भवः. दिवादिगणः स्वादिगणः तुदादिगणः रुधादिगणः क्रयादिगणः 4 5 6 7 9 अभ्यासः. एषां धातूनां लट्लकारस्य प्रथमपुरुष एकवचनान्तं रूपं निर्मातु. गुणकार्यं भवति चेत् केन सूत्रेण, सन्धिकार्यं भवति चेत् केन सूत्रेण इति वक्तव्यम्. एकनिमिषं महोदय. तर्हि मम प्रश्नः महोदय, एक रुद् योगगतः रुद्धितः किमर्थम्? तस्य प्रश्नसमीचीनमस्ति. तत् इकारः कुत्र कुतः आगच्छति तत् वयम् अदादिगणस्य पाठे वयं द्रक्ष्यामः. अग्रे पठामः. धन्यवादः महोदय. अस्तु, अभ्यासात् पूर्वं कस्यापि प्रश्नः अस्ति वा? अत्र गुणकार्यं कुत्र भवति, केन विकरणप्रत्ययं भवति न भवति, तिङ् इत्युक्ते किम्? तर्हि आहत्य अमित महोदयेन यथा उक्तं, धातु इति अङ्गे गुणकार्यं केवलं भ्वादिगणे अदादिगणे जुहोत्यादिगणे तनादिगणे चुरादिगणे एव भवति, परन्तु दिवादिगणे स्वादिगणे तुदादिगणे रुधादिगणे क्र्यादिगणे धातु अङ्गे गुण न भवति. अस्तु, अमित् महोदय, प्रथमधातु करोतु, प्रथमपुरुषस्य एकवचनस्य रूपं निर्मातु लट् लकारे. ध्रु. आम्, ध्रु योग शप् योग ति. शकारपकारस्य लोपः ध्रुयोग अयोगति. शित्वात् अप्रत्ययस्य सार्वधातुकं संज्ञा. सार्वधातुक आर्धधातुकयोः इत्यनेन इकः अङ्गस्य गुणः पित्वात् गुणबाधा नास्ति, अतः गुणः भवति. ध्रुव ध्रो इति भवति. ध्रो योग अयोगति. ओ योगति एचो वायव इत्यनेन ध्रौ ध्रौ योग अयोगति ध्रवति इति रूपम् इति मन्ये. आं महोदय, ध्रवति इति रूपं भवति. उत्तमं, धन्यवादः. ध्रवति इति रूपं भवति. अस्तु, धन्यवादः महोदय. अग्रे गच्छामः. को अस्ति, को अस्ति, को अस्ति? मलर् महोदय अस्ति खलु? एकः प्रश्नः पृच्छतु, पृच्छतु. ध्रु इत्यत्र ऋकारः अस्ति वा ऊकारः अस्ति? अत्र तु ध रु ध्रवति. आम्, अस्तु. मलर् महोदय. हा महोदय. नख नख नख नख योग शप् योग लसत् प्रत्येव अनेन शप् गच्छति, आ एव तिष्ठति. नख हलन्त्यमपि अस्ति महोदय. पकार हलन्त्यम् इति पकारः आलज्यम्, अतः अवशिष्यति. नक योग आयोग ति नक अत्र गुणः न भवति. किमर्थं गुणः न भवति? उपदायां लघुपदमेव अस्ति. अका वदन्ति महोदय. अत्र गुणस्य गुणस्य निमित्तमेव अस्ति वा नास्ति? परन्तु गुणः कुत्र भवति? कस्य प्रत्याहारस्य गुणः भवति? अपि अस्ति चेत् गुणः भवति. अकारः अस्ति चेत् गुणः भवति. तदस्ति. अहं मम प्रश्नः भिन्नः अस्ति. मम प्रश्नः अस्ति, यदा वयं वदामि गुण करोतु, वृद्धि करोतु, कस्य वर्णस्य गुण करोतु इति चर्चा अस्ति. कस्य वर्णस्य गुण भवति? किम्? तर्हि अत्र इ उ रु रु अस्ति वा? नास्ति. अतः गुणस्य प्रश्नः एव न आगच्छति. तर्हि रूपं किं भवति? नखति नखति एव भवति केवलं वर्णमेलनं अस्तु धन्यवादः अग्रे रघुपति महोदय महोदय चुप् धातु अस्ति चुप् योग शप् योग तिप् शकारपकारयोः ईक्संज्ञा लोपः भवति अत्र उपधायाम् ईकवर्णः अस्ति उकार अतः गुणः भवति तिङ्क्षिक् सार्धातकयोः सारि सार्धा तिङ्क्षिक् सार्धातकः सार्धातक सारि उगन्तलघुपदस्य च इति सूत्राधारेण अतः चो चु चो भवति चो ओकार यकारक अस्य च औ औ वाति आगच्छति यचो यावायावः इति सन्धि किमर्थं एचो यावायावः कुतः आगच्छति पुगन्तलघुपदस्य सूत्रेण गुण भवति चो भवति चो भवति चो योग अपि अस्ति खलु हा सारि सारि सारि चो चोपति चोपति इति चोपति सारि चोपति सारि अस्तु धन्यवादः महोदय अग्रे सुमित्रा महोदय अस्मि महोदय क्षी क्षी इति अस्ति क्षी युगः अयुगः इति क्षप् इति क्षप् इति विकर्णप्रत्ययः अकारः तिष्ठति इकारः अस्ति अतः गुणः भवितुम् अर्हति इकारस्य क्षम्यतां महोदय किञ्चित् भ्रमः भवति करोतु इकारस्य गुणः भवति वा आं न अङ्गस्य गुणः एव खलु केन सूत्रेण सार्वधातुकार्धधातुकयोः इत्यनेन इगन्तलघु क्षम्यताम् इगन्ताङ्गस्य गुणं भवति गुणः अङ्गस्य गुणः भवति तर्हि अत्र कस्य वर्णस्य गुणः भवति ई तु अङ्गं नास्ति खलु इगन्त अङ्गस्य गुणः भवति अस्माभिः दृष्टं खलु यदा गुणं भवति तत्र कुत्र गुणः भवति इको गुणवृद्धि सूत्रमस्ति खलु इकारस्य गुणः तर्हि गुण कृत्वा इकारस्य स्थाने कः वर्णः आगच्छति इकारस्य स्थाने न स्मरामि महोदय किम् आगच्छति इति गुण इत्युक्ते गुण इत्युक्ते के के वर्णाः इ उ न तत्तु तस्य स्थाने गुणं भवति परन्तु गुण गुणवर्णाः के न स्मरामि महोदय विस्मृतवती अस्तु अस्तु चिन्ता नास्ति अदेङ् गुणः अस्ति खलु आम् आत् अ ए ओ अ ए ओ आम् अ ए ओ अतः ए आदेशः भवति इति मन्ये क्षेयति क्षे अति इति सन्ति भवति खलु महोदय क्षे अति तत्र सन्धि करोतु क्षे अति इति आगच्छति अनन्तरं क्षयति इति यचोयवायावः इति अनेन क्षयति आम् कस्यापि गृहे म्यूट् करोतु तस्य गृहे क्लेशः कोलाहलः अस्ति. विधि महोदय अस्ति खलु? पिट् योगः शप् योगः ति लसक्वादिदत्तितौ फालान्त्यम् इति सूत्र. भवती सदैव दोषं करोति. लषक्व तद्धिते. लषक्व तद्धिते. धन्यवादः महोदय. क्षम्यतां. लषक्व दत्तिते अपि च हलन्त्यम् इति सूत्रेण इत्संज्ञा भवति. तस्य लोपः इत्यनेन लोपः भवति. सकारः पकारः लोपः भवति. अकारः एव अविशिष्टति. पित् योगः अयोगः ति. पित् उपदायाम् इकारः अस्ति. पि इति इप् योगः इ इकारः गुणकार्यं भवति. सार्वधातुकयोः सुगन्धलघुपदस्य इति सूत्रेण सुगन्धलघुपदस्य इति सूत्रेण गुणकार्यं भवति. फिट् इकारः एकारः इति परिवर्तनं करोति. पेटति इति पेटति इति अन्तिमवार्ता इति भवति. पेटति पिट् योगः शप् योगः ति अन्तिमे पेटति इति भवति. उत्तमम्. अस्तु महोदय. अग्रे अपि भवती करोतु. कुच् अर्थदिनस्य कुच् कुच् योगः शप् योगः ति. कुच् प्लस् अ योगः ति. सकारः पकारः लोकः भवति. लोपः भवति. कुच् तादृशम् एव उपदायां कु इति दर्शयति. कु इगन् इगन् इगन्धः इगन्धे अन्तर्भूतः. उ उकारः इति पुगन्धलघुपदस्य इति सूत्रेण कु उकारः ओकारः भवति. को चति इति अन्तिमं परिवर्तनं करोति. कोचति कोचति इति. धन्यवादः महोदय. धन्यवादः. श्री इति अस्तु. अग्रे कोऽपि अस्ति वा येन एकवारमपि न पठितम्? अहं न पठामि, वदामि. को अस्ति महोदय? हा अस्तु. हा नमस्ते महोदय. भवती करोतु. श्री श्री भुवादिगण इति मन्ये. श्री योगः शप् योगः ति. शप् पकार हलन्त्यम् अतः लष्टक्वदिति सूत्रेण सकार द्वयोः लोपः भवति. आदिशिष्यते श्री आ श्रीयोगः आ योगः अस्ति. शारुदार्थक प्रत्ययः अतः शारुदार्थतयोः इक् वर्णगुणः भवति. ते आ श्रयति श्रयति रूपम् इति रूपं भवति. उत्तमं. गै अपि करोतु. गै गै गै गाय धातो एक गा भवति. न गै धातुः अस्ति हलन्त्यं लषक् वर्तते सूत्रेण षकार पकारलोपः भवति गाय् योग आ योगति गाय् आ इति सारुधातुक प्रत्ययः ततः सारुधातुक आर्धतयोः इक् वर्णगुणः भवति गाय् आ ति गाय् आ अति गायति न महोदय एकनिमिषं समीचीनं नास्ति प्रथमं तु वदतु अत्र गै धातु मध्ये गुणः भवति अथवा न भवति इकवर्ण एव नास्ति अतः गुणस्य प्रश्नः एव न आगच्छति तर्हि गै योगः तत्र गुणः किमपि न भवति गै योगः अयोगः ति एव अवशिष्यते तदनन्तरं इति वदतु एचोयवायाव इति सूत्रेण ऐ स्थाने आय आगच्छति गायति धन्यवादः महोदय श्रीराम महोदय आं महोदय अत्र दृ अस्ति तृ इति प्रथमं दशक्पति अनन्तरं हलन्त्यम् इति सूत्रेण इत् संज्ञा भवति विकरणप्रत्ययस्य शप् इति विकरणप्रत्ययस्य तस्य लोपः इति सूत्रेण आ इति एव अवशिष्यते अन्तिमरूपं विकरणप्रत्ययस्य अत्र तृ इति अस्ति ऋ इति अत्र षित् इति कारणेन सार्वधातुकसंज्ञा अस्ति सार्वधातुकसंज्ञा इति कारणेन सार्वधातुकयोः सार्वधातुक अर्धधातुकयोः इति सूत्रेण अत्र गुणस्य अर्हः अस्ति तृ इति तर् इति भवति ऋ इति गुणस्य गुणकारणेन अर् इति रूपं भवति अतः तर् इति अस्ति तर् आ ति इति वर्णमेलनेन तरति इति रूपम् अन्तिमरूपं सिद्ध्यते तरति उत्तमम् अग्रे अदादौ वि अदादौ वि इति अस्ति अत्र विकरणप्रत्ययः नास्ति एव किन्तु तिङन्तप्रत्ययः अस्ति अतः वि सार्वधातुक तिंशित् सार्वधातुकम् इति सूत्रेण अत्र सार्वधातुकसंज्ञा प्राप्नोति अनन्तरं सार्वधातुक अर्धधातुकयोः इति सूत्रेण वि इति अङ्गस्य गुणः भवति वि इति अङ्गस्य गुणः ए इति इ इति वर्णस्य गुणं गुणः ए भवति अतः ए इति अस्ति ए अनन्तरं विकरणप्रत्ययः नास्ति अनन्तरं तिङन्तप्रत्ययः तिप् इति अस्ति तिप् इति कारणेन एव गुणकार्यम् अपि सिद्धयति एति इति रूपं भवति ये अनन्त योगः ति इति एति इति रूपं भवतः कम धातुं करोति वि अथवा इ ओ सम्य या वेति इति रूपं अन्तिमरूपं सिद्ध्यति महोदय वेति वेति तथैव इ धातु तस्य रूपं किं भवति क्षम्यतां महोदय प्रश्नं न अवगतम् वि तस्य वेति भवति खलु आं महोदय तथैव अग्रे धातु अस्ति इ अग्रे धातु इ इति एति इति भवति एति तथैव एति वि वेति इ एति एति धन्यवादः महोदय अग्रे लीना महोदय अस्ति खलु लीना दोषी आम् अस्मि अग्रे करोतु ज्योत्यादिगण भ्रू ज्योत्यादिनिमेषं महोदय अहं किञ्चित् वदामि ज्योत्यादिगणे एकं विशेषं भवति यत् यद् धातु यत् अस्ति तस्य रेपिटिशन् भवति तद् धातु द्विवारम् आगच्छति अतः यदि यथा वयं जानामि किं जानामि दा धातु अस्ति खलु दा धातु ज्योत्यादिगणे आगच्छति न सोरि दा धातु न हा धातुः अपि अस्ति तत्र दा धातु ज्योत्यादिगणे अस्ति अतः तस्य द्विवारं कृत्या ददा इति भवति तथैव भी धातु अस्ति तस्य रूपं द्विवारं कृत्वा कृत्वा बिभि इति भवति तर्हि अत्र अपि भ्रू अस्ति खलु भ्रू भ्रू तस्य द्विवारं कृत्वा बिभ्रू इति भवति तर्हि एतत् सर्वं कथं भवति इति तु अस्य पाठस्य वार्ता नास्ति यत्तु ज्योत्यादिगणे यदा वयं ज्योत्यादिगणस्य अभ्यासं यदा वयं कुर्मः तदा वयं प्रक्षामः तर्हि अत्र केवलं गृह्णातु यत् अङ्गमस्ति भ्रू अस्ति धातु तेन अङ्गं भवति बिभ्रू अधुना बिभ्रू अङ्गम् अस्ति तस्य रूपं कथम् अस्ति इति चर्चा अस्ति अस्तु बिभ्रू बिभ्रू बिभ्रू टिप् प्रथमपुरुष एकवचन विकरणप्रत्ययः नास्ति अस्तु बिभ्रू तत्पश्चात् ति सार्वधातुक अर्धधातुकयोः इति सूत्रेण गुणः भवति भ्रू इत्यस्य रु अस्ति तत्र अर् भवति अतः बिभर् इति रूपं योगः ति अतः रूपं भवति बिभर्ति महोदय परन्तु अत्र तु शित् नास्ति तत्र गुणः कथं भवति तिङ् अस्ति टिप् इति तिङ् अस्ति न पित् अपि अस्ति किञ्चित् सार्वधातुकम् तिङ् अस्ति सार्वधातुकम् इति संज्ञा प्राप्नोति तत्पश्चात् सार्वधातुक अर्धधातुकयोः आम् तदस्ति तिंशित् सार्वधातुकम् इति केवलं षित् अस्ति चेत् सार्वधातुकम् अस्ति इति न अस्ति वा तिङ् अस्ति अपि तिङ् अस्ति तर्हि अपि सार्वधातुकमस्ति षित् अस्ति तर्हि अपि सार्वधातुकमस्ति अत्र तिङ् इति प्रथमपुरुषस्य एकवचनस्य तिप् प्रत्ययः अस्ति अतः तत् तिङ् अस्ति अग्रे करोतु रि जि रि इति रूपं प्राप्तमेव तत्पश्चात् रि इति इगन्त अङ्गः तस्य सार्वधातुक अर्धधातुकयोः इति सूत्रेण पुनः एकवारं रि इत्यस्य रे भवति जि रे इति रूपं प्राप्यते जि रे योगः ति जिर्रेति इति रूपम् तथैव भि भि बि भि भि बि भि भि इगन्त अङ्गः अतः भि इत्यस्य गुणः भे भवति सार्वधातुक अर्धधातुकयोः इति सूत्रेण बिभेति इति रूपं प्राप्यते अस्तु धन्यवादः महोदय सर्वे अवगच्छन्ति खलु आम् प्रश्नः अस्ति वा कस्यापि अस्तु अग्रे गच्छामः धन्यवादः महोदय तर्हि को अस्ति भानुमहोदय अस्ति वा भानुचैतन्य आं महोदय करोतु दिवादिगणे तप् इति धातुः दिवादिगणे ष्यन् इति विकरणप्रत्ययः अस्ति तिङ् प्रत्ययमपि तिप् अस्ति महोदय तत् तप् योगः ष्यन् योगः ति तिप् हलन्त्यं तस्य लोपः अतः नकारः लोपः भवति नकारः अपि लोपः भवति केन सूत्रेण यकारः एव अवशिष्यते नकारः केन सूत्रेण महोदय शकारः केन सूत्रेण इति भवति विस्मरामि महोदय चिन्तयतु पूर्वं लशक्व तद्धिते लशक्व तद्धिते आं महोदय लशक्व तद्धिते तस्य लोपः इति सूत्रेण सकारः अपि लोपं भवति अतः तप् योगः यकारः य यकारः न य अस्ति तत्र तप् तु पित् अस्ति तप् मध्ये पित् तस्य किमर्थं किमपि महत्त्वं किमस्ति न न न न न हा हा तत् न न आम् तत्र तु किमपि गुणः किमपि नास्ति इगन्तः तत्र न दृश्यते अतः तप् एव अवशिष्यते तत्र तप् योगः यकारः योगः तिप् इत्युक्ते तप्यति अस्तु तप्यति अग्रे लुभ् तप्यति लुभ् लुभ् योगः ष्यन् योगः तिप् ष्यन् इति हलन्त्यं तस्य लोपः अतः नकारः लोपः भवति शकारः अपि लोपः भवति यकारः एव अवशिष्यते अपि हलन्त्यं चेत् टिप् अपि महोदय भवान् सर्वदा यकारः अवशिष्यते इति वदति यकारः न य इति अवशिष्यते आं क्षम्यतां महोदय भवान् जानाति खलु यकार य मध्ये किम् अन्तरमस्ति आम् एकं हलन्तम् अनन्तरं स्वरः अस्ति अकारः तत् अस्तु इति अकारः स्वरः अस्ति यकारः इति नास्ति मया अभ्यासः सम्यक् न अतः अस्तु प्रायः अहम् अतः वदामि लुब् योगः यकारः योगः ति अवशिष्यते महोदय तत्रापि इगन्तः लघुपदस्य च इति सूत्रेण तत्र उपधातु उ अस्ति अतः तद् इगन्तस्य लघुपदस्य इति किमपि सूत्रं नास्ति लघुपदस्य च लघुपदस्य अत्र इगन्तः नास्ति खलु गन्तः नास्ति लघुपदस्य च उपधातु लघु इकारः अस्ति तत् गुणः सम्भवति तत् लुभ् लोभ् भवति लोभ् योगः य योगः ति लोभयति लोभयति इति लोभ्यति अन्तिमं पदं लोभ्यति लोभ्यति महोदय समीचीनमस्ति वा अहं न जानामि महोदय तत् भवान् जानाति अत्र भवान् सुगन्तलघुपदस्य च इति सूत्रेण उकारस्य गुणं कृत्वा लोभ्यति इति रूपं वदति खलु? आं महोदय. अत्र गुणस्य प्रसक्तिः केन सूत्रेण भवति? लघु उपदा लघु उपदस्य सुगन्तलघुपदस्य च इति खलु? परन्तु अत्र गुणः प्रसक्तिः अस्ति, परन्तु वस्तुतः गुणः सम्भवति वा? विकरणप्रत्ययः कः अस्ति? किञ्चित् साहाय्यं करोतु. विकरणप्रत्ययः कः अस्ति? विकरणप्रत्ययः तु श्यन् एव. श्यन् तु सार्वधातुक एव. तिङ्क्षित् तिङ्क्षित् सार्वधातुक. तर्हि वयं किं जानीमः यत् सार्वधातुके यदि पित् नास्ति तर्हि गुणं भवति वा? न, अपित् अस्ति तु निति च सूत्रेण गुणं न सम्भवति. निति च आगच्छति, परन्तु प्रथमसूत्रं किं? सार्वधातुकम् अपित् खलु? आं महोदय. तर्हि सार्वधातुकम् अपित् नीतवद् भवति, तदनन्तरं निति च इति सूत्रेण गुणकार्यं न भवति, गुणः अवरोधं भवति. तर्हि श्यन् अपित् अस्ति पित् अस्ति? श्यन् तु अपित् अस्ति. अतः गुणः भवति वा? गुणः न भवितुं न शक्यते तत्र. अतः रूपं लुभ्यति. लुभ्यति, खलु? अत्र उगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः भवति, प्रसक्तिः भवति, यतोहि सार्वधातुकप्रत्ययः अस्ति, उपधायां लघु विकवर्णः अस्ति, परन्तु वस्तुतः गुणं न सम्भवति, यतोहि श्यन् सार्वधातुकं प्रत्ययः अस्ति परन्तु अपित् अस्ति, अतः नित्वत् भवति, अतः निति च इति सूत्रेण गुणस्य बाधा भवति, अतः रूपं लोभ्यति इति तु न, परन्तु लुभ्यति इति भवति. अस्तु, अत्र विरमामः. कस्यापि प्रश्नः अस्ति महोदय? धात्वर्थं किं महोदय? कस्य लुभ्यति? लुभ् लोभ लोभ अस्ति खलु? अच्छा, लोभः डिज़ायर्. अस्तु, डिज़ायर् लोभ. अस्तु, तर्हि प्रश्नः नास्ति चेत् अत्र विरमामः. अग्रे अग्रे अग्रिमरविवासरे कुर्मः. तर्हि धन्यवादः. धन्यवादः. नमस्कारः.